पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 69 ऋषय ऊचुः सम्यक्श्रुतो महाभागत्वत्तो रामाश्वमेधकः इदानीं वदमाहात्म्यं श्रीकृष्णस्य महात्मनः सूद उवाच शृण्वन्तु मुनिशार्दूला श्रीकृष्णचरितामृतं शिवा पप्रच्च भूदेशं यत्तद्वत्कीर्तयाम्यहम् एकदा पार्वती देवी शिवं संस्निग्धमानसा प्रणयेन नमस्कृत्य प्रोवाच वचनं त्विदं पार्वत्युवाच अनन्तकोटिब्रह्माण्ड तद्बाह्याभ्यन्तरस्थिदेहे विष्णोस्थानं परं तेषां प्रधानं वरमुत्तमं यत्परं नास्ति कृष्णस्य प्रियं स्थानं मनोरमं तत्सर्वं श्रोतुमिच्छामि कथयस्व महाप्रभो ईश्वर उवाच गुह्याद्गुह्यतरं गुह्यं परमानन्दकारकम् अत्यद्भुतं रहस्थानमानन्दं परमं परं दुर्लभानां च परमं दुर्लभं मोहनं परं सर्वशक्तिमयं देवि सर्वस्थानेषु गोपितं सात्वदां स्थानमूर्धन्यं विष्णोरत्यन्तदुर्लभं नित्यं वृन्दावनं नाम ब्रह्माण्डोपरि संस्थितं पूर्णब्रह्म सुखैश्वर्यं नित्यमानन्दमव्ययं वैकुण्ठादि तदं शांशं स्वयं वृन्दावनं भुवि गोलोकैश्वर्यं यत्किञ्चित् गोकुले तत्प्रतिष्ठितं वैकुण्ठवैभवं यद्वै द्वारिकायां प्रतिष्ठितम् यद्ब्रह्मपरमैश्वर्यं नित्यं वृन्दावनाश्रयं कृष्णधामपरं तेषां वनमध्ये विशेषतः तस्मात्त्रैलोक्यमध्ये तु पृथ्वी धन्येति विश्रुता यस्मान्माधुरकं नाम विष्णोरेकान्तवल्लभम् स्वस्थानमधिकं नामधेयं माधुरमण्डलं निगूढं विविधं स्थानं पुर्यभ्यन्तरसंस्थितं सहस्रपत्रकमलाकारं माधुरमण्डलं विष्णुचक्रपरिभ्रामदामवैष्णवमद्भुतं कर्णिकापर्णविस्तारं रहस्यद्रुममीरितं प्रधानं द्वादशारण्यं माहात्म्यं कथितं क्रमाद भद्रश्रीलोकभाण्डीरमहातलखदीरकाः बकुलं कुमुदं काम्यं मधुवृन्दावनं तथा द्वादशैतावदी संख्या कालिन्द्याः सप्तपश्चिमे पूर्वे पञ्चवनम् प्रोक्तं तत्रास्ति गुह्यमुत्तमम् महारण्यं गोकुलाख्यं मधुवृन्दावनं तथा अन्यचोपवनं प्रोक्तं कृष्णक्रीडारसस्थलं कदम्बखण्डनं नन्दवनं नन्दीश्वरं तथा नन्दनन्दनखण्डं च पलाशा शोककेतकी सुगन्धमानसं कैलममृतं भोजनस्थलं सुखप्रसाधनं वत्सहरणं शेषशायिकं श्यामपूर्वो दधिग्रामश्चक्रभानुपुरं तथा सकेदं द्विपदं चैव बालक्रीडनधूसरम् कामद्रुतं सुललितमुत्सुकं चापि काननं नानाविधरसा क्रीडा नानालीलारसस्थलं नागविस्तारविष्टम्भं रहस्यद्रुममीजितं सहस्रपत्रकमलं गोकुलाख्यं महत्पदं कर्णिका तन्महद्धाम गोविन्दस्थानमुत्तमं तत्रोपरि स्वर्णपीठे मणिमण्डपमण्डितं कर्णिकायां प्रमादिक्षु विदिक्षु दलमीलितं यद्दलं दक्षिणे प्रोक्तं परं गुह्योत्तमोत्तमं तस्मिन् दले महापीठं निगमागमदुर्गमं योगीन्द्रैरपि दुष्प्रातं सर्वात्मा यच्च गोकुलम् द्वितीयं दलमाग्नेयां तद्रहस्य दलं तथा संकेतं द्विपदं चैव कुडिद्वौ तत्कुले स्थितौ पूर्वं दलं तृतीयं च प्रधानस्थानमुत्तमं गङ्गादिसर्वतीर्थानां स्पर्शाच्छदगुणं स्मृतं चतुर्थं दलमैशान्यां सिद्धपीठेऽपि तत्पदं व्यायामनूदनागोपी तत्र कृष्णं पदिं लभेद वस्त्रालङ्कारहरणं तद्दले समुदाहृदम् उत्तरे पञ्चमं प्रोक्तं दलं सर्वदलोत्तमम् द्वादशादित्यमत्रैव दलं च कर्णिका समं वायव्यां तु दलं षष्ठं तत्र काली ह्रदस्मृदः दलोत्तमोत्तमं चैव प्रधानं स्थानमुच्यते सर्वोत्तमदलं चैव पश्चिमे सप्तमं स्मृतं यज्ञपत्नीगणानां च तदीप्सितवरप्रदम् अत्र सुरोऽपि निर्वाणं प्राप त्रिदशदुर्लभं ब्रह्ममोहनमत्रैव दलं ब्रह्मह्रदावहं नैरृत्यां दुदलं प्रोक्तमष्टमं व्योमखादनं शङ्खचूडवधस्तत्र नानाकेलिरसस्थलम् श्रुतमष्टदलं प्रोक्तं वृन्दारण्यां तरस्थितं श्रीमद्वृन्दावनं रम्यं यमुनाया प्रदक्षिणं शिवलिङ्गमधिष्ठानं दृष्टं गोपीश्वराभिधं तद्बाह्ये षोडशदलं श्रियापूर्णं तमीश्वरं सर्वासु दिक्षु यत्प्रोक्तं प्रादक्षिण्याद्यथाक्रमम् महत्पदं महद्धाम स्वधामाधावसंज्ञकं प्रथमैकदलं श्रेष्ठं माहात्म्यं कर्णिकासमं तत्र गोवर्धनगिरौ रम्ये नित्यरसाश्रये कर्णिकायां महालीला तल्लीला रसगह्वरौ यत्र कृष्णो नित्यवृन्ताकाननस्य पदिर्भवेद् कृष्णो गोविन्ददां प्राप्तः किमन्यैर्बहुभाषितैः दलं तृतीयमाख्यातं सर्वश्रेष्ठोत्तमोत्तमं चतुर्थं दलमाख्यातं महाद्भुतरसस्थलं नन्दीश्वरवनं रम्यं तत्र नन्दालयस्मृतः कर्णिकादलमाहात्म्यं पञ्चमं दलमुच्यते अधिष्ठातात्र गोपालो धेनुपालनतत्परः षष्ठं दलं यदाख्यातं तत्र नन्दवनं स्मृतं सप्तमं बकुलारण्यं दलं रम्यं प्रकीर्तितम् तत्राष्टमं तालवनं तत्र धेनुवधस्मृतः नवमं कुमुदारण्यं दलं रम्यं प्रकीर्तितं कामारण्यं च दशमं प्रधानं सर्वकारणं ब्रह्मप्रसाधनं तत्र विष्णुच्छत्मप्रदर्शनं कृष्णक्रीडारसस्थानं प्रधानं दलमुच्यते दलमेकादशं प्रोक्तं भक्तानुग्रहकारणं निर्माणं सेतुबन्धस्य नानावनमयस्थलं भाण्डीरं द्वादशदलं वनं रम्यं मनोहरं कृष्णक्रीडारतस्तत्र श्रीदामादिभिरावृतः त्रयोदशं दलं श्रेष्ठं तत्र भद्रवनं स्मृतं चतुर्दशदलं प्रोक्तं सर्वसिद्धिप्रदस्थलं श्रीवनं तत्र रुचिरं सर्वैश्वर्यस्य कारणं कृष्णक्रीडादलमयं श्रीकान्तिकीर्तिवर्धनम् दलं पञ्चदशं श्रेष्ठं तत्र लोहवनं स्मृतं कथितं षोडशदलं माहात्म्यं कर्णिकासमं महावनं तत्र गीतं तत्रास्ति गुह्यमुत्तमं बालक्रीडारतस्तत्र वत्सपालैः समावृतः पूतनादिवधस्तत्र यमलार्जुनभञ्जनम् अधिष्ठादा तत्र बालकोपालः पञ्चमाब्दिकः नाम्ना दामोदरप्रोक्तप्रेमानन्दरसार्णवः दलं प्रसिद्धमाख्यातं सर्वश्रेष्ठदलोत्तमं कृष्णक्रीडा च किञ्जल्की विहारदलमुच्यते सिद्धप्रधानकिञ्चल्कदलं च समुदाहृदम् पार्वत्युवाच वृन्दारण्यस्य माहात्म्यं रहस्यं वा किमद्भुतं तदहं श्रोतुमिच्छामि कथयस्व महाप्रभो ईश्वर उवाच कथितं ते प्रियतमे गुह्याद् गुह्योत्तमोत्तमं रहस्यानां रहस्यं यद्दुर्लभानां च दुर्लभम् त्रैलोक्यगोपितं देवि देवेश्वरसुपूजितं ब्रह्मादिवाञ्छितं स्थानं सुरसिद्धादिसेवितं योगीन्द्राहि सदा भक्त्या तस्य ध्यानैकतत्पराः अप्सरोभिश्च गन्धर्वैर्नृत्यगीतनिरन्तरम् श्रीमद्वृन्दावनं रम्यं पूर्णानन्दरसाश्रयं भूरि चिन्तामणिस्तोयममृतं रसपूरितं वृक्षं गुरुद्रुमं तत्र सुरभिवृन्दसेवितं स्त्रीलक्ष्मीं पुरुषं विष्णुं तद्दशांश समुद्भवम् तत्र कैशोरवयसं नित्यमानन्दविग्रहम् गदिनाट्यं कलालापस्मितवक्त्रं निरन्तरं शुद्धसत्त्वैः प्रेमपूर्णैर्वैष्णवैस्तद्वनाश्रितं पूर्णब्रह्म सुखे मग्नं स्फुरस्तन्मूर्तितन्मयम् मत्तकोकिलभृङ्गाद्यैः कूजत्कलमनोहरं कपोल शुकसङ्गीतमुन्मत्तालिसहस्रकं भुजङ्गशत्रुनृत्याढ्यं सकलामोदविभ्रमं नानावर्णैश्च कुसुमैस्तद्रेणुपरिपूरितम् पूर्णेन्दुनित्याभ्युदयं सूर्यं मन्दांशुसेवितम् अदुःखं दुःखविच्छेदं जरामरणवर्जितम् अक्रोत्थं गदमाचर्यमभिन्नमनहं कृतं पूर्णानन्दामृतरसं पूर्णप्रेमसुखर्णवं गुणातीतं महद्धाम पूर्णप्रेमस्वरूपकं वृक्षादिपुलकैर्यत्र प्रेमानन्दाश्रुवर्षितं किं पुनश्चेतनायुक्तैर्विष्णुभक्तैः किमुच्यते गोविन्दाङ्घ्रि रजस्पर्शान्नित्यं वृन्दावनं भुवि सहस्रदलपद्मस्य वृन्दारण्यं वराटकं यस्य स्पर्शनमात्रेण पृथ्वी धन्या जगत्त्रये गुह्याद्गुह्यतरं रम्यं मध्ये वृन्दावनं भुवि अक्षरं परमानन्दं गोविन्दस्थानमव्ययं गोविन्ददेहदो भिन्नं पूर्णब्रह्मसुखाश्रयं मुक्तिस्तत्र रजस्पर्शात् तन्माहात्म्यं किमुच्यते तस्मात् सर्वात्मना देवि हृदिस्थं तद्वनं कुरु वृन्दावनविहारेषु कृष्णं कैशोरविग्रहं कालिन्दी चाकरोद्यस्य कर्णिकायां प्रदक्षिणां लीला निर्वाणगम्भीरं जलं सौरभमोहनम् आनन्दामृत तन्मिश्रमकरन्तखनालयं पद्मोत्पलाद्यैः कुसुमैर्नानावर्णसमुज्ज्वलं चक्रवागादिविहगैर्मञ्चुनानाकलस्वनैः शोभमानं जलं रम्यं तरङ्गादिमनोरमं तस्यो भयतडीरम्या शुद्धकाञ्चननिर्मिता गङ्गाकोडिगुणप्रोक्ता यत्र स्पर्शवराटकः कर्णिकायां कोडिगुणो यत्र क्रीडारदो हरिः कालिन्दीकर्णिका कृष्णमभिन्नमेकविग्रहं पार्वत्युवाच गोविन्दस्य किमाश्चर्यं सौन्दर्या कृतविग्रह तदहं श्रोतुमिच्छामि कथयस्वदयानिधे ईश्वर उवाच मध्ये वृन्दावने रम्ये मञ्जुमञ्जीरशोभिते योजनाश्रितसद्वृक्षशाखापल्लवमण्डिते तन्मध्ये मञ्जुभवने योगपीठं समुज्ज्वलं तदष्टकोणनिर्माणं नाना दीप्तिमनोहरं तस्योपरिजमाणिक्यरत्नसिंहासनं शुभम् तस्मिन्नष्टदलं पद्मं कर्णिकायां सुखाश्रयं गोविन्दस्य परं स्थानं किमस्य महिमोच्यते श्रीमद्गोविन्दमन्त्रस्थवल्लवी वृन्दसेवितं दिव्यव्रजवयोरूपं कृष्णं वृन्दावनेश्वरं व्रजेन्द्रं सन्ततैश्वर्यं व्रजबालैकवल्लभम् यवनोद्भिन्नकैशोरं वयसाद्भुतविग्रहम् अनादिमादिं सर्वेषां नन्दगोपप्रियात्मजं श्रुतिमृग्यमजं नित्यं गोपीजनमनोहरं परं धाम परं रूपं द्विभुजं गोकुलेश्वरं वल्लवीनन्दनं ध्यायेन्निर्गुणस्यैककारणम् सुश्रीमन्दं नवं स्वच्छं श्याम धाम मनोहरं नवीननिरतश्रेणी सुस्निग्धं मञ्जुकुण्डलं पुल्लेन्दीवर सत्कान्ति सुखस्पर्शं सुखावहं दलिताञ्चनपुञ्चाभ चिक्कणं श्याममोहनं सुस्निग्धनीलकुटिलाशेष सौरभकुन्तलम् तदूर्ध्वं दक्षिणे काले श्यामचूडामनोहरं नानावर्णोज्ज्वलं राजचिखण्डिदलमण्डितं मन्दारमञ्जुगोपुच्छाचूडं चारुविभूषणं क्वचित् बृहद्दलश्रेणी मुकुडेनाभिमण्डितम् अनेकमणिमाणिक्य किरीटभूषणं क्वचिद लोलालकपृतं राजकोटिचन्द्रसमाननं कस्तूरीतिलकं भ्राजन् मञ्जुगोरोचनान्वितं नीलेन्दीवरसुस्निग्ध सुदीर्घदललोचनम् आनृत्य भ्रूलताश्लेषस्मितं साजिनिरीक्षणं सुचारून्नतसौन्दर्य नासाग्रादिमनोहरम् नासाग्रगजमुक्तांशु मुग्धीकृतजगत्रयं सिन्धूरारुण सुस्निग्धा धरौष्ट सुमनोहरम् नानावर्णोल्लसत्स्वर्णमकराकृतिकुण्डलं तद्रश्मि पुञ्जः सद्गन्ध मुकुराभलसद्युदिं कर्णोत्पलस्य मन्दार मकरोत्तं सभूषितं श्रीवत्सकौस्तुभोरस्कं मुक्ताहारस्फुरद्गलं विलसद्दिव्यमाणिक्यं मञ्जूकाञ्चनमिश्रितं करे कङ्कणकेयूरं किङ्किणी कडिशोभितं मञ्जुमञ्जीरसौन्दर्यश्रीमदङ्घ्रिविराजितं कर्पूरा गुरुकस्तूरी विलसच्चन्दनादिकं गोरोचनादिसम्मिश्र दिव्याङ्गरागचित्रितं स्निग्धपीतपडीराजत् प्रपदादोलिताञ्जनं गम्भीरनाभिकमलं रोमराजीनदस्रजं सुवृत्तजानुयुगलं पादपद्ममनोहरं ध्वज वज्राङ्कुशाम्भोज कराङ्घ्रितलशोभितं नखेन्दुकिरणश्रेणी पूर्णं ब्रह्मैककारणं केचिद्वदन्ति तस्यांशं ब्रह्मचिद्रूपमद्वयं तदशांशं महाविष्णुं प्रवदन्ति मनीषिणः योगीन्द्रैः सनकाद्यैश्च तदेव हृदि चिन्त्यते त्रिभङ्गं ललिताशेषनिर्माणसारनिर्मितं तिर्यग्रीवजितानन्दकोटिकन्दर्पसुन्दरं वामां सार्पितसद्गण्डस्फुरत्काञ्चनकुण्डलम् सहापाङ्गेक्षणस्मेरं कोडिमन्मथसुन्दरं कुञ्चिताधरविन्यस्तवंशी मञ्जुकलस्वनैः जगत्त्रयं मोहयन्तं मग्नं प्रेमसुधार्णवे श्रीपार्वत्युवाच परमं कारणं कृष्णं गोविन्दाख्यं महत्पदं वृन्दावनेश्वरं नित्यं निर्गुणस्यैककारणम् तत्तद्रहस्यमाहात्म्यं किमाश्चर्यं च सुन्दरं तद्ब्रूहि देवदेवेश श्रोतुमिच्छाम्यहं प्रभो ईश्वर उवाच यदङ्घ्रिनखचन्द्रांशु महिमान्तो न गम्यते तन्माहात्म्यं कियद्देवि प्रोच्यते त्वं मुदा शृणु अनन्तकोटिब्रह्माण्डे अनन्तत्रि गुणोश्रये तत्कलाकोटिकोट्यंशा ब्रह्मविष्णुमहेश्वरः सृष्टित्यादिना युक्तास्तिष्ठन्ति तस्य वैभवाः तद्रूपकोटिकोट्यंशाः कलाकन्दर्पविग्रहाः जगन्मोहं प्रकुर्वन्ति तदण्डान्तरसंस्थिताः तद्देहविलसत्कान्ति कोटि कोट्यंशको विभुः तत्प्रकाशस्य कोट्यंश रश्मयो रविविग्रहाः तस्य स्वदेहकिरणैः परानन्दरसामृतैः परमामोदचिद्रूपैर्निर्गुणस्यैककारणैः तदंशकोटिकोट्यंशा जीवन्ति किरणात्मकाः तदङ्घ्रिपङ्कजद्वन्द्वनखचन्द्रमणिप्रभाः आहुःपूर्णब्रह्मणोऽपि कारणं वेददुर्गमं तदंशसौरभानन्दकोट्यंशो विश्वमोहनः तत्स्पर्शपुष्पगन्धादिनानासौरभसम्भवः तत्प्रिया प्रकृतिस्त्वाद्या राधिका कृष्णवल्लभा तत्कलाकोटिकोट्यंशा दुर्गाद्यास्त्रिगुणात्मिकाः तस्या अङ्घ्रिरजस्पर्शात् कोटिविष्णुप्रजायते इति श्रीपद्मपुराणे पादालखण्डे वृन्दावनमहात्म्ये कृष्णचरित्रे एकोनसप्ततितमोऽध्यायः ॐ